ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम् सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। धन्यवादः महोदय। अस्माकं प्रवर्तमानविषयः अस्ति तत्र निजन्तम् इति। तर्हि तत्र प्रेरणार्थे निच्छति, अतः तत्र वयं किञ्चित् पठितवन्तः तत्र लट्लकारीरूपाणि कथं भवति इति दृष्टवन्तः, अपि तत्र लोट्लकारे च अपि विधिलिङ्गमध्ये अपि तत्र रूपं कथं भवति, लट् लट् लोट् लुट् अपि तत्र तुमुन् त्वान्तं ल्यप् तवतु रूपाणि सर्वाणि परिशीलितानि अस्माभिः। इदानीं तत्र अग्रे इदानीं तत्र सम्भाषणं तत्र अथवा तत्र लघु कथा इव अस्ति, तत्र गीता इव माता इति, अतः तत्र पुनः पठामः। तर्हि शोभगिनी भवती एव आरम्भं करोति वा? आम् आं महोदय। इत्युक्ते तत्र किं तत्र हाफ् पेराग्राफ् पठितं, किन्तु आरम्भतः एव पठामि वा? हा हा पठतु भगिनि, एकवारं तत्र प्रथमं परिच्छेदं पठित्वा किञ्चित् विवृणोतु। आम् तर्हि गीता एव माता इति शीर्षिका। माता सर्वदा अस्माकं सर्वस्वं विशिष्य शैशवे, सा हि तदा अस्मान् लालयति पालयति भोजयति तथा बोधयति अपि। सा एव प्रथमः गुरुः, सा एव देवता च। उपनिषदपि बोधयति मातृदेवो भव इति। यदा जनाः प्रौढाः सुसंस्कृताश्च भवन्ति तदा तेषु केषाञ्चित् चिन्तनम् उन्नतं भवति, यथा वन्दे मातरम् इत्यस्मिन् इत्यस्मिन् पाठे वन्दे मातरम् इत्यस्मिन् पाठे स्वातन्त्र्यसङ्ग्रामयोद्धस्य नानासाहेबस्य तत्पुत्र्याः मैनायाः च देशभक्तानां तादृशानां वीराणां चिन्तनं राष्ट्रहितस्य एव, राष्ट्रम् एव तेषां माता, तेषां मन्त्रः भवति राष्ट्रदेवो भव इति। अस्मासु अपि केचन महात्मानः सन्ति, तेषां चिन्तनं ततोपि उन्नतं, ते समग्रस्य विश्वस्य हितं चिन्तयन्ति। सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत् इति भवति तेषाम् आशयः। तेषां तु वसुधैव कुटुम्बकं। तत्र माता सर्वदा तत्र शैशवम् इत्युक्ते यदा वयं शिशवः आसन् तदा अस्माकं कृते माता एव सर्वस्वम् आसीत्, यतोहि सा एव अलालयत् अपालयत् अभोजयत् तथा च अबोधयत् अपि। तानि सर्वाणि कार्याणि तया एव कृतानि, अपि च सा गुरुः आसीत् अस्माकं कृते, सा एव देवता च, देवतासमाना आसीत् आसीत् न अस्ति इति अस्ति। उपनिषद् अपि वदति यत् मातृदेवो भव इति। तत्र किञ्चित् उक्तवती पूर्वस्मिन् वर्गे अपि महोदय, मातृदेवो भव इत्युक्ते तादृशः भव यस्य कृते माता देवसमाना भवति इति। तत्र तथा मातृदेवो भव इत्यस्य अर्थः भवति, नाम अपि च देवता इति भावना अपि च तथा एव व्यवहारः अपि भवेत् इति। माता एव देवता इति मनसि दृढता भवति चेत् तथा एव व्यवहारमपि भवति किं तस्मिन् तस्यां प्रति इति अपि च यदा जनाः तत्तु बालकाले एतत् सर्वं करोति सा जनाः यदा यदा प्रौढः संस्कृताश्च च भवन्ति तदा केषुचित् केषाञ्चित् चिन्तनम् उन्नतं भवति यथा वन्दे मातरम् इति इत्यस्मिन् पाठे स्वातन्त्र्यसङ्ग्राम योधस्य नानासाहेबस्य अस्मिन् प्रसङ्गे नानासाहेबः यः स्वातन्त्र्यवीरः स्वातन्त्र्यवीरः आसीत् अपि च न केवलं सः तस्य पुत्री अपि मैना इति तस्य पुत्री आसीत् सा अपि पितावत् स्वातन्त्र्य किं वीरा इति वक्तुं शक्नुमः इति मन्ये वीरः वीरा इति वीरा आसीत् देशभक्तानां तादृशानां वीराणां चिन्तनं राष्ट्रहितस्य एव तर्हि तत्र ये देशभक्ताः सन्ति अपि च वीराः अपि इत्युक्ते तत्र वीरत्वं कस्मिन् विषये दर्शयन्ति ते इत्युक्ते देशस्य देशहिताय दर्शयन्ति भक्तिः अपि वीर्यम् इति ते किमपि यत्किमपि कुर्वन्ति तत्सर्वं राष्ट्रहिताय एव भवति यतोहि तेषां कृते तु राष्ट्रः एव राष्ट्रमेव मातावत् माता इव भवति अपि अतः एव तेषां मन्त्रः भवति राष्ट्रदेवो भव इति इत्युक्ते येषां कृते राष्ट्रः एव देवः देवसमानः इति अस्मासु अपि तत्र केचन महात्मानः सन्ति तेषां चिन्तनं ततोपि उन्नतं ते न केवलं राष्ट्रस्य समग्रविश्वस्य हितं चिन्तयन्ति अतः तत्र हा इत्युक्ते वसुधैव कुटुम्बकं न केवलम् अस्माकं राष्ट्रं वसुधा इत्युक्ते भूमिः पृथिवी भूमाता एव कुटुम्बकम् अस्माकं कुटुम्बकम् इत्युक्ते तत्र भेदभावः न भवेत् मम राष्ट्रः एव श्रेष्ठः अपि च अन्यान् अन्येषु किम् अन्येषां विषये हा दोषा आरोपणं भवति अपि च तत्र एतत् सर्वं मा भवतु भवेत् इति इत्युक्ते वसुधैव कुटुम्बकं राष्ट्राः भिन्नभिन्नरीत्या सन्ति किन्तु अस्माभिः तत्र तारतम्यः इति वक्तुं शक्नुमः वा महोदय इत्युक्ते तारतम्यः भवेत् भगिनि किन्तु तत्र नाम तारतम्यः न तत्र भेदः भवेत् किन्तु तारतम्यः मास्तु नाम तत्र ते नीचाः वयम् उत्तमाः भेदाः सन्ति एव यतोहि तेषु संस्कृतिः भिन्ना अस्ति इति किन्तु तत्र वयमेव श्रेष्ठाः ते नीचाः इति न चिन्तनीयं अपि च अतः ते तु वसुधैव अस्माकमेव हितं भवेत् तेषां तत्र हितं मा भवेत् इति अपि न चिन्तनीयम् अतः ते वदन्ति सर्वे भद्राणि पश्यन्तु इत्युक्ते सर्वे भद्राणि इत्युक्ते आस्पिशस् इति पश्यन्तु मा कश्चित् दुःखभाग् भवेत् येन केनापि दुःखः न अनुभवेत् इति अनुभवेत् इति तेषाम् आशयः तावत् अस्ति तत्र महोदय समीचीनं महोदय बहु समीचीनं धन्यवादः धन्यवादः उत्तमम् अस्तु तर्हि अग्रे निवेदितपत्नी अग्रे पठति वा पितां न केवलं स्वस्य माता इति मन्यते स्म. उद्धृताः सन्ति. भगिनी सम्यक् रीत्या न श्रूयते. गीता विश्वस्य, श्रूयते वा? भगवद्गीता विश्वस्य माता अस्ति, न श्रूयते? इदानीं श्रूयते भगिनि. इदानीं श्रूयते. यदि कोऽपि श्रद्धया उपैति तर्हि सा तं नूनम् अनुगृह्णाति. तां शरणं गतः कोऽपि जनः वैफल्यम् इति शब्दं न जानाति एव. सः अनिवर्जनीयम् आनन्दं परमां च शान्तिं प्राप्नोति. परन्तु इयं शक्तिः कदापि अशब्दधानस्य, अहङ्कारयुक्तस्य, पण्डितमन्यस्य वा जनस्य न भवति. तादृशीं शक्तिं सः एव साधयति यः अचलया, श्रद्धया, एकाग्रचित्ततया च एताम् उपसेवते. तस्य कदापि दुःखं न भवति. अग्रे पठामि. तावत् भगिनि. तावत् तर्हि महात्मा गान्धी इति आरभ्य महात्मा गान्धी महोदय भगवद्गीता गीतां जगतः माता इति मन्यते. सः भगवद्गीतां स्वस्य मातृरूपेण स्वीकरोति. सः कथयति भगवद्गीता विश्वस्य माता, जगतः माता अस्ति. उपैति नाम स्वीकरोति वा? तस्य उपैति नाम तत्र चिन्तनं, तस्य चिन्तनं तादृशं तत्र इति मन्ये. नाम इति मन्यते इति, सः मन्यते नाम तादृशं चिन्तनम् आसीत्. ओपिनियन् यदि कोऽपि भगवद्गीतां श्रद्धया स्वीकरोति, तस्याः चिन्तनं करोति, तदा सापि तम् अनुगृह्णाति, स्वीकरोति. कोऽपि तां शरणं गतः सः जनः निराशा इति शब्दं न जानाति. तस्य मनसि निराशा शब्दं नास्ति. सा निराशा दूरीकरोति. भगिनी तत्र उपैति इति पृष्टवती खलु, उपैति इति. क्षम्यतां भगिनि. तत्र श्रद्धया उपैति ओपिनियन् नास्ति. क्षम्यतां, न उपासनं करोति इति. उपासनं करोति. उपैति उप इति नाम उप एति. तत्र समीपं गच्छति. समीपं गच्छति उप इति. तत्र श्रद्धया तस्य उपासन, तस्य समीपं गच्छति, उपासनं करोति. नूनं किम् अस्ति महोदय? नूनं किम् अस्ति? नूनं नाम अनुगृह्णाति. तत्र नूनम् इति तत्र किं निश्चयेन इति वा? तत्र न्यूनं नास्ति, अत्र नूनं खलु. निश्चयेन इति वा? द्रष्टव्यं महोदय, न जानामि. तत्र नूनम् इति प्रायः निश्चयेन इति चिन्तयामि. नूनम् इति प्रायः निश्चयेन इति भवेत् महोदय. नूनं महोदय, तत्र झटिति इति अर्थे अपि अस्ति. झटिति झटिति नाम इमिडियट्लि. निश्चयेन इति नास्ति, झटिति. नाम तत्र महोदय तत्र क्षणमेव सर्टन्लि अश्यूरेड्लि शूर्लि वेरिलि इति अपि अस्ति तदपि अस्ति वा भगिनि अस्तु अस्तु अस्तु भगिनि तर्हि निश्चयेन अपि हा अस्तु निश्चयेन तत्र आप्टे मध्ये तर्हि निश्चयेन इति अर्थः अस्तु भगिनि तत्र अवकाशः अस्तु भगिनि धन्यवादः तर्हि नूनम् इति निश्चयेन हा नूनम् अनुगृह्णाति हा अस्तु निवेदिता भगिनी गतवती अहं प्रायशः तत्र अपि किं शोभभगिनी अस्ति हा अस्तु निवेदितभगिनी नास्ति हा प्रायशः तत्र इण्टर्नेट् भग्नः जातः इति मन्ये पुनः आगच्छति इति किञ्चित् चिन्तयामि महोदय तावत्पर्यन्तं तत्र किं भवान् अग्रे पठति वा अस्तु पठामि तां शरणं गतः कोऽपि जनः वैफल्यम् इति शब्दं न जानाति एव कोऽपि यदि तां शरणं गच्छति तदा किमपि वैफल्यं न भवति अथवा सर्वे सफला भवति सः अनिर्वचनीयम् आनन्दं परमां च शान्तिं प्राप्नोति तस्य शरणं गत्वा आनन्दं प्राप्नोति अपि च शान्तिं प्राप्नोति तत्र आनन्दम् इति तत्र कीदृशम् आनन्दम् अनिर्वचनीयम् आनन्दं तत् किम् अस्ति अनिर्वचनीयं नाम वचनीयं नाम वक्तव्यम् अनिर्वचनीयं नाम वक्तुं न शक्नुमः तत् अस्ति वक्तुं न शक्नुमः आनन्दम् अस्ति परन्तु तर्हि तादृशम् आनन्दं यस्य विवरणं न कर्तुं शक्नुमः परन्तु इयं शक्तिः कदापि अपि च शान्तिं प्राप्नोति तदपि अनिर्वचनीयम् अस्ति न यतोहि तत्र विशेषभावः कुत्र अस्ति अत्र अस्मिन् वाक्ये परमां च शान्तिं प्राप्नोति तर्हि तत्र तत्र शान्तिम् इति अस्ति तत्र पदपरिचय करोतु तत्र कीद् लिङ्गं किं प्रातिपदिकं किम् शान्तिं कः प्राप्नोति सः न पदपरिचय करोतु नाम शान्तिम् इति अस्ति तर्हि तत्र द्वितीयविभक्ति कर्मपदमस्ति समीचीनम् अस्तु परमां च शान्तिं प्राप्नोति तर्हि प्रथमा विभक्ति अपि तत्र लिङ्गं किम् अपि सः शान्तिं प्राप्नोति न महोदय केवलं शान्तिः इति वा द्वितीयविभक्ति इति उक्तवान् तर्हि प्रथमविभक्तिरूपं किम् अस्ति शान्तिः अस्तु समीचीनं तर्हि लिङ्गं स्त्रीलिङ्गं शान्तिः तर्हि विशेषणपि स्त्रीलिङ्गं भवेत् खलु आम् आम् तर्हि अनिर्वचनीयं स्त्रीलिङ्गपदं वा न तत्तु नपुंसकलिङ्ग अस्ति लिङ्गं भवेत् तत् आनन्दम् इति आनन्दः वा आनन् पुल्लिङ्गपदं वा स्त्री नपुंसकलिङ्गपदं वा न पुल्लिङ्गपदः इति हा तर्हि तत्र अनिर्वचनीयः आनन्दः इति भवेत् खलु हा तर्हि तत्र परमा स्त्रीलिङ्ग अस्ति हा तर्हि परमा शान्तिः परमां शान्तिम् अतः परमां शान्तिं प्राप्नोति अस्तु तर्हि आनन्दं प्राप्नोति शान्तिं प्राप्नोति कीदृशम् आनन्दम् अनिर्वचनीयम् अनिर्वचनीयं शान्तिं परमां शान्तिं परमां शान्तिं प्राप्नोति समीचीनम् अग्रे परन्तु इयं शक्तिः कदापि अश्रद्धानस्य अहङ्कारयुक्तस्य पण्डितमन्यस्य वा जनस्य न भवति अत्र दत्तमस्ति आनन्दं शक्तिं प्राप्नोति परन्तु इयं शक्तिः कदापि अश्रद्धदानस्य अहङ्कारयुक्तस्य पण्डितमन्यस्य वा जनस्य न भवति श्रद्धा न भवति चेत् न भवति अपि च अहङ्कार अस्ति चेत् तत् न भवति पण्डितं मन्यस्य तत् किमस्ति पण्डितं मन्यस्य नाम महोदय तत्र इयं शक्तिः तत्र कस्य कस्य भवितुं नाम कस्य तत्र कस्य जनस्य भवितुम् अर्हति नाम तत्र कः एतादृशीं शक्तिं तत्र प्राप्तुं तत्र अर्हति अर्हता कस्य अस्ति इत्युक्ते तत्र यथा भवान् उक्तवान् नाम श्रद्धा नास्ति चेत् तत्र न भवति अर्हता नास्ति अश्रद्धधानस्य तत्र अर्हता नास्ति अहङ्कारयुक्तस्य अपि तत्र नास्ति यदि सः पण्डितमन्यस्य यदि सः साधारणजनः भवेत् पण्डितः भवेत् महोदय तत्र पण्डितं मन्यस्य इत्युक्ते यः स्वं पण्डितम् इति मन्यते किन्तु नास्ति अस्तु भगिनि अस्तु भगिनि अस्तु पूर्वं दृष्टं महोदय अतः उत्तमं भगिनि उत्तमं भगिनि अतः तत्र मकारद्वयम् अस्ति स्वयं पण्डितम् इति मन्यते सः इति मन्यते अस्तु अस्तु भगिनि अस्तु अस्तु अस्तु वदतु भगिनि तदेव महोदय तस्यापि अस्तु तर्हि अस्तु अस्तु भगिनि अतः तत्र वा इत्युक्ते यदि तत्र यदि जनस्य अश्रद्धदानः अस्ति नाम यः कोऽपि जनः यस्मिन् श्रद्धा नास्ति अथवा अहङ्कारः अस्ति अथवा सः पण्डितः सः एव पण्डितः इति मन्यते तस्य कदापि तत्र अर्हता नास्ति तत्र एषा शक्तिः तत्र सः न प्राप्नोति जनस्य तद् न भवति तादृशस्य जनस्य एषा शक्तिः न भवति धन्यवादः भगिनि अस्तु तत्र पण्डितमन्यस्य इति अस्तु इत्युक्ते तत्र प्रथमविभक्तौ पण्डितमन्यः इति एव पदमस्ति पण्डितमन्यः पण्डितं मन्यः इति पण्डितमन्यः अहं पण्डितः इति यः मन्यः यः मन्यते सः अस्तु अन्ये न मन्यन्ते किन्तु सः मन्यते सत्यं भगिनि अस्तु अस्तु तत्रैव तत्र मूलविषयः अन्ये न चिन्तयन्ति किन्तु केवलं सः चिन्तयति तादृशम् अस्ति चेत् तर्हि तत्र तस्य न भवति अस्तु उत्तमं भगिनि अस्तु तादृशीं शक्तिं सः एव साधयति यः अचलया श्रद्धया एकाग्रचिततया चित्ततया च एताम् उपसेवते. तादृशी शक्तिः केवलं सः प्राप्नोति यः पूर्णतया श्रद्धया एकाग्रचित्ततया तत् उपासना करोति. तां तस्याः नाम भगवद्गीतायाः उपासनं करोति. समीचीनं महोदय. तत्र एकाग्रचित्ततया, तत्र एकाग्रचित्तं तस्य भावः एकाग्रचित्तता अपि तत्र तया तृतीया चित्ततया चित्ततया इति एकाग्र नाम एकस्मिन् स्थले चित्तं सम्पूर्णतया एकस्मिन् विषये तत्र अस्ति. तर्हि तत्र भगवद्गीतायामेव पूर्णचित्तम् अस्ति. नाम तत्र अन्यः विषयः मनसि चित्ते न आगच्छति, केवलं सर्वं तत्र एकाग्रता अस्ति भगवद्गीता इति भगवद्गीतायामेव. अपि श्रद्धया अपि तत्र कीदृशया श्रद्धया अचला श्रद्धा अचलया श्रद्धया अपि एकाग्रचित्ततया उपसेवते चेत् एव तत्र येषाम् एतादृशीं शक्तिं साधयति अथवा प्राप्नोति. अग्रे तस्य कदापि दुःखं न भवति. यः साधयति, यः शक्तिं साधयति तस्य साधकस्य कदापि दुःखं न भवति. समीचीनं महोदय, धन्यवादः. अस्तु निवेदितः, धन्यवादः. अस्तु निवेदिता भगिनी, इदानीं सम्यक् अस्ति खलु भगिनी? तत्र इण्टर्नेट् समीपे निवेदिता भगिनी श्रूयते वा? आम् आम्. अस्तु अस्तु भगिनि, तर्हि अग्रे भवती एव पठति वा इदानीं. उद्घाटयितुं न शक्नोमि. ओके, किं भगिनि? वैफल्यं मैक्रोफोन् उद्घाटयितुं न शक्नोमि. ओ अस्तु अस्तु अस्तु अस्तु, भवति तत् बहुवारं कृते अपि वैफल्यं यदा मां सर्वतः आवृणोति श्रुतुं शक्नोषि वा? श्रूयते भगिनी, श्रूयते, सम्यक् रीत्या श्रूयते. एकोऽपि प्रकाशकिरणः न दृश्यते तदा अहं गीतामातरम् उपगत्य आश्वस्तः भवामि. तदा कुतश्चित् एकः वा श्लोकः नयनपथम् आगत्य समस्यागर्तपतितम् आकुलं च मां विकासयति. जीविते बाह्यसमस्याभिः परिक्लान्ते सत्यपि मयि एकोऽपि व्रणः न दृश्यते, यत् तत्र कारणं भगवद्गीतैव. वयमपि भगवद्गीतामातरम् उपासामहै. आवृणोति नाम आच्छादयति वा? आं भगिनि, हा आच्छादयति. यदा तत्र आवरणम् इति वदामः खलु, आवरणं सर्वतः आवृणोति, सर्वतः आवृणोति नाम तत्र सर्वस्यां दिशि तत्र वैफल्यमेव दृश्यते, अन्यत् किमपि न, कोऽपि मार्गः न दृश्यते, कोऽपि आशायाः किरणः न दृश्यते. तदा अहं गीता मातुः समीपं गच्छति, सा मां नूतनाम् आशां ददाति, न मह्यं, सा मह्यं नूतनाम् आशां ददाति वा? तत्र आश्वस्तः भवामि, चिन्ता दूरीकरोति। हा तत्र आश्वस्तः आश्वस्तकर नाम मतलब मेरी चिंता दूर करती है और सब कुछ ठीक होगा, या आशा मन में निक निर्माण करते हैं। तत्र आश्वासनम इत्युक्ते इति पदम् अस्ति खलु, तत्र विश्वासं ददाति इति पुनः आश्वासनम् इत्युक्ते तत्र आङ्ग्लभाषायां किं वदामः, इट्स् आश्वासनम् इदानीं मनसि न आगच्छति, न तद् भवती अपि उक्तवती सब् कुछ ठीक् होगा इति, हा तदेव तत्र आश्वासनम् इति ददाति पुनः इति। हा तर्हि तत्र आश्वस्तः इति आश्वासनं तत्र मयि आश्वासनं भवति इति वा महोदय, तर्हि अहम् आश्वस्तः भवामि इति। हा सत्यं भगिनि, नाम गीता मातरम् हा वदतु भगिनि। हा हा इत्युक्ते तत्र एकोपि प्रकाशकिरणः न दृश्यते तदा अहं गीतामातरम् उपगत्य आश्वस्तः भवामि इत्युक्ते आश्वासनं ददाति इति अर्थः भवति। सत्यं भगिनि, नाम सत्यं सत्यं नाम यथा तत्र क्तान्तपदं खलु आश्वस्तः। आम् आम् आम् नाम पठितं पुस्तकम् इव, नाम तत्र आश्वस्तः इत्युक्ते नाम तत्र आश्वासनं प्राप्तवान् अहं प्राप्तवान् भवामि इति इति तादृशं समीचीनं भगिनि। मम मनसि कोऽपि चिन्ता नास्ति तदा कुतश्चित् एकः वा श्लोकः नयनपथम् आगत्य कोऽपि एक मतलब मेरे नजर के सामने कोई भी एक श्लोक आता है ना ऐसे, कुतश्चित् एकः वा श्लोकः नयनपथम् आगत्य आगत्य समस्यागर्तपतितम् आकुलं च मां विकासयति। अतः अहम् आकुलं, यदि अहम् आकुलं भवामि आकुलं नाम व्याकुलम् वा समस्यागर्तपतितं, हा समस्यागर्तपतितं मतलब समस्यायाः आवृणोमि वा व्याकुलं भवामि। हा तत्र पतितम् आकुलम् मतलब समस्याओं के कारण व्याकुल होना। हा सत्यं भगिनि, हा समस्या नाम आकुलं तत्र कथम् आगतम् इत्युक्ते तत्र पतितं, हा समस्याकारणेन समस्यागर्तपतितम् आकुलम्। समीचीनं, तदा भगवद्गीतायाः श्लोकः मां विकासयति, मम मनसि या सन्देहः अस्ति, शङ्काम् अस्ति, वा मम समीपे कोऽपि चिन्ता अस्ति, सा दूरीकरोति। विकास्यति जीविते बाह्यसमस्याभिः परिक्लान्ते सत्यपि मयि एकोऽपि वर्णः न दृश्यते। बाह्यसमस्याभिः जीविते परिक्लान्ते सत्यपि सत्यपि परिक्लान्ते सत्यपि तत्र सतिसप्तमी सप्तमी अस्ति परिक्लान्ते नाम परिक्लान्तः परिक्लान्तः नाम तत्र श्रान्तः नाम तत्र एतेन कारणेन तत्र बहु परिश्रमः अभवत् इति कारणतः इदानीं तत्र बहु श्रान्तः नाम परिक्लान्तः तत्र अन्यत् किमस्ति श्रान्तः आं महोदय तदेव बहु श्रान्तः नाम त्रायते न त्रायते नाम रक्षां करोति न फटीग् फटीग् एक्सास्टेड् इति अस्ति हा एक्सास्टेड् फटीग् हा हा नाम परिश्रान्तः परिश्रान्तः श्रान्तः तदपि भवति खलु परिश्रान्तः परिक्लान्तः तर्हि परिक्लान्तः सन् परिक्लान्तः सन् इदानीं सत् किन्तु सति सप्तमी इति अस्ति कृत्वा परिक्लान्ते सत् हा सत्यपि सति परिक्रान्ते नाम आक्रमणं करोति वा जीविते बाह्यसमस्या न न न अत्र अत्र न न तत्र अत्र जीविते जीविते हा तत्र श्रान्तः इत्यस्य भिन्नः अर्थः अस्ति खलु अतिक्रमणम् इति भवति तत्र क्लान्तः इति अस्ति क्लान्ते क्लान्तः तत्र तु आधिक्येन अतिशयेन श्रान्तः इति एव अस्ति मनसः अपि न केवलं दैहिक श्रान्तता मानसिकश्रान्तता अत्र कारणमपि तत्र एतत् केन कारणेन श्रान्तः इत्युक्ते तत्र बाह्यसमस्याभिः तृतीया खलु बाह्यसमस्याभिः हा तृतीया तेन तत्र ताभिः ताभिः नाम तत्र तत्र एव कारणं कारणं नाम बाह्यसमस्याभिः ताभिः बाह्यसमस्याभिः परिक्लान्तः सन् अस्मि सतिसप्तमी इति कृत्वा तत्र परिक्लान्ते सति अपि इदानीं सतिसप्तमी नास्ति केवलं सप्तमी मयि एकः अपि व्रणः न दृश्यते मम मतलब नाम अहं तु शान्तमस्ति मम मनसि शान्ति अस्ति हा हा सत्यं भगिनि हा अहं चिन्तितः न जातः हा सत्यं भगिनि हा हा हा एकमपि तत्र तस्य किं चिह्नः नाम तत्र दुःखस्य शान्तस्य चिह्नं तत्र मार्क् किमपि नास्ति हा तत्र व्रणः न दृश्यते व्रणः न दृश्यते तादृशम् अभवत् मनसि चिन्ता अस्ति इति किमपि न किमर्थं न दृश्यते यतोहि यत् तत्र कारणं भगवद्गीतैव गीता एव तस्य कारणमस्ति अतः तत्र परिक्लान्ते सन् अपि तत्र तत्र मम मनः तत्र निश्चिन्ततया अहं भवामि यतोहि तत्र भगवद्गीता एव तस्य तत्र कारणम् अस्ति अतः तत्र यत्किमपि भवतु तत्र तत्र मम मनः दृढम् एव भवति हा तत्र व्रणः न दृश्यते आन्तरिकं शान्तिं ददाति सामयम् समीचीनं भगिनि अतः वयम् अपि भगवद्गीता मातरम् उपासामहे विधिलिङ्ग लकार अस्ति उपासामहे हा समीचीनं भगिनि इसलिए भगवद्गीता माता की उपासना करनी चाहिए इस प्रकार में सत्यं भगिनी सत्यं तत्र विधिलिङ्ग इति तत्र विधिलिङ्ग इति तस्य तत्र अर्थद्वयम् अस्ति खलु विधिलिङ्ग तत्र सम्भावना इति अर्थे अन्यत् अस्ति अन्यत् अस्ति विधि करणीयं नाम तत्र तत् करणीयम् इति अत्र विधि एव नाम तत्र महि इति भवति खलु विधिलिङ्ग तत्र लोट् बहुवचने लोट् अस्ति लोट् वा भगिनि उत्तमपुरुषे ओ क्षम्यताम् इति वा भगिनि इति वा महै महै ओ अस्तु अस्तु धन्यवादः अस्तु अस्तु तत्र आस् इति धातुः आसा महै इति भवति उप इति उपसर्गः उपास् उपासा महै उप वा किम् अस्ति भगिनि आम् अस्तु अतः तत्र यदि तत्र विधिलिङ्गे लोट् लकारः तत्र बहुकालात् न तस्य प्रयोगं कुर्मः सर्वं मनसि गच्छति भगिनि आं महोदय सर्वं मनसि मनसः अपगच्छति अहं न न स्मृतवान् एव अस्तु धन्यवादः भगिनि तर्हि न न अहमपि दृष्ट्वा एव वदन्ती अस्मि महोदय मम अपि मनसि न चिन्ता मास्तु पूर्वस्मिन् वर्गे पठितवन्तः खलु महोदय निर्गमिष्यति इत्युक्ते तत्र निर्गमनम् इत्युक्ते सम्पूर्णतया निर्गमनम् इति तथा एव भवति सम्पूर्णतया अपगच्छति सत्यं भगिनि तत्र कदापि मनसि आसीत् इति न दृश्यते खलु अतः आम् आम् आम् इदानीं नास्ति सत्यं किन्तु कदापि नासीत् इव दृश्यते ओ एतत् नूतनम् इति भासते इति भासते यतोहि प्रयोगे न अस्ति खलु महोदय आम् आम् आं भगिनि आं भगिनि तत्र अथैव तत्र बहुवारं तत्र तस्य प्रयोगः भवति भवति चेत् एव तत्र मनसि स्थापितं भवति नो चेत् तत्र गान् गतम् एव धन्यवादः भगिनि समीचीनं भगवद्गीता मातुः उपासना अस्माकं कर्तव्यमेव हा इति समीचीनम् उपासन उपासना कर्तव्या श्रीलिङ्ग् श्रीलिङ्ग् अस्ति उपासना कर्तव्य उपासना उपासना अस्माभिः कर्तव्या अस्माकं कर्तव्यम् अस्माकं कर्तव्या भवति तर्हि तत्र उपासना स्त्रीलिङ्गे इति अस्तु तत्र कर्तव्या इति तव्यत् अस्ति चेत् कर्मणि भवति अस्माभिः एव भवेत् तत्र अस्माभिः आम् कर्तव्या समीचीनम् अस्माभिः धन्यवादः समीचीनम् अस्तु तर्हि इदानीं अस्माकं प्रश्नः इदानीं खलु तर्हि तत्र इदानीम् अग्रिमे पाठे यदस्ति तत् पठामः वा अथवा तत्र करपत्रम् अथवा तत्र अन्यत् पुस्तकं पठामः किम् शवभगिनी भवती किं चिन्तयति पठितुं शक्यते महोदय तत्र यतोहि तत्र प्रयोज्यकर्ता प्रयोजककर्ता एतत् सर्वम् अत्र आम् अत्र अत्र अस्ति खलु तत् पठित्वा प्रायशः तत् अधीत्वा कथां पठामः चेत् प्रायशः सम्यक् भवति किन्तु पुस्तकेषु अस्मासु पुस्तकेषु तु पूर्वं प्रयोगं दर्श्यते तदनन्तरमेव पाठः दृश्यते तर्हि पठामः इति मन्ये महोदय केवलं झटिति एकवारं पठामः प्रायशः सर्वस्य वक्तव्यस्य आवश्यकता प्रायः नास्ति इति मन्ये अस्तु केवलं प्रयोगाय आम् अस्तु अस्तु अस्तु तर्हि तर्हि तत्र भवती एकवारं करोति वा तर्हि आम् गुरोः स्थानम् एतां कथां पठता निजन्तम् इति इदानीं द्वितीयभागः सौपर्णिका नदीतीरे किञ्चन प्राचीनं गुरुकुलम् आसीत् तत्र कश्चन वयसा ज्ञानेन च वृद्धः गुरुः छात्रान् शास्त्राणि अध्यापयति स्म तत्र वयसा ज्ञानेन च इति वदनेन वयसा तु सः वृद्धः अस्ति किन्तु ज्ञानेन अपि वृद्धः अस्ति इत्युक्ते तस्य तादृशं ज्ञानम् अस्ति यत् पक्वः अस्ति इति तत्र इत्युक्ते वर्धितं ज्ञानम् अस्ति तस्य वर्धितं वर्धितः किं वयस् इति किं वदामः महोदय, वयस्कः, आयुः, आयुः अपि वर्धितः अस्ति किन्तु ज्ञानमपि वर्धितः अस्ति. अतः वयसा ज्ञानेन च वृद्धः गुरुः छात्रात् शास्त्राणि अध्यापयति स्म. शास्त्रान् छात्रान् क्षम्यतां छात्रान् शास्त्राणि अध्यापयति स्म इति, अध्यापयति इति पदम् आगतं तत्र, इत्युक्ते तान् अध्यापयति, अधीते अपि च अध्यापयति इति भवति. शास्त्रज्ञानेन सह लौकिकज्ञानमपि भवतु इति धिया सह छात्रान् नानाप्रदेशान् सञ्चारयति स्म. हा, शास्त्रज्ञानेन सह लौकिकज्ञानम् अपि भवतु, केवलं तत्र सः आश्रमे स्थित्वा केवलं शास्त्राणि न श्रावयति किन्तु लौकिकज्ञानम् अपि भवेत् तेषु इति चिन्तयित्वा तान् सर्वत्र नानाप्रदेशान् सञ्चारयति सः. अपि च धिया सह इति, धिया इत्युक्ते तत्र धी इति बुद्धिः इति भवति, मतिः बुद्धिः इति, बुद्धिः एव भवति. धिया इति तत्र तृतीयविभक्त्यां भवति. इति धिया इत्युक्ते इति मत्वा छात्रान् नानाप्रदेशान् सञ्चारयति स्म. तान् कन्दमूलकाष्ठादीनां सङ्ग्रहणाय वनं गमयति स्म. हा, तत्र यतोहि तत्र सञ्चारे पाकं करणीयं भवति भोजनाय, तत्र कन्दमूलकानि अपि अपेक्षितानि, अपि च काष्ठादीनि अपि अपेक्षितानि, यतोहि तत्र अग्नेः आवश्यकता अस्ति पक्तुम्. अतः वनं गमयति स्म छात्रान्. प्रतिदिनं गुरुकुले शताधिकः छात्रान् इति भवति तत्र, शताधिकछात्रान् भोजयति स्म. अस्तु, तर्हि किम् एतस्य गुरोः छात्राः शताधिकाः सन्ति, अपि च सर्वान् सः भोजयति स्म. अग्रे पठनीयं वा महोदय? तत्र इदानीम् अध्यापयति, सञ्चारयति, गमयति, भोजयति इति णिजन्तपदानि, इत्युक्ते सः सञ्चरति, अधीते इति तत्र अध्यापयति इति भवति, सञ्चरति सञ्चारयति इति भवति, गच्छति गमयति इति भवति. भोज भुज् धातुः तत्र भुङ्क्ते, प्रायशः भुङ्क्ते भोज इति भवति. धन्यवादः. अस्तु, अग्रे नरेश् महोदय. आं महोदय. सः गुरुः कदाचित् तीव्रेण अनारोग्येन सम्पीडितः अभूत्. गुरुः अचिरादेव मरिष्यति इति छात्राः अवागच्छन्. यदि गुरुः कीर्तिशेषः भविष्यति तर्हि अस्मान् को वा त्रायते इति विचिन्त्य दुःखितमनसः ते गुरुम् उपसृत्य इत्थम् अवदन्, गुरो भवतः अभावे अस्मान् को वा उद्धरति, को वा शास्त्राणि उपदिशति इति. सः गुरुः कदाचित् तीव्रेण अनारोग्येन सम्पीडितः अभूत्. सः गुरुः तदा एकवारं बहु आरोग्य आसीत्, तीव्रेण अनारोग्य तत् अस्ति. तदा गुरुः अचिरादेव मरिष्यति इति छात्राः अवागच्छन्। तर्हि तत्र सम्पीडितः नाम अनारोग्येण इति कारणेन तीव्रेण अनारोग्येण गुरुः सम्पीडितः सम्पीडितः नाम सः पीडितः नाम अनारोग्यः गुरुं तत्र पीडयति इति भवेत् खलु नाम पीडयति इति अस्ति खलु पीडयति इति मन्ये सः सम्पीडितः सः सम्पीडितः अनारोग्येण अभूत् नाम अभवत् इति एव तत्र तत्र एषः अन्यः लकारः किन्तु तत्र लुङ् अभवत् किं भगिनि लुङ्लकारः लुङ्लकारः अस्तु तत्र तर्हि तत्र अभवत् इति अर्थे इति चिन्त्य सम्पीडित अभवत् अभवत् सः इदानीम् अग्रे गुरुः अचिरादेव मरिष्यति इति छात्राः अवागच्छन् छात्राः चिन्तितवन्तः गुरुः शीघ्रं नाम शीघ्रमेव मरिष्यति इति ते चिन्तितवन्तः तत्र अवागच्छन् इति अस्ति तत्र लट्लकारिरूपं किम् अस्ति गच्छन्ति अवगच्छन्ति तर्हि तत्र गच्छन्ति इति तस्य तत्र लङ्लकारः किमस्ति अवागच्छन् न न गच्छन्ति गच्छन्ति इति लट्लकारं लङ्लकारे अगच्छत् अगच्छन् अगच्छन् अगच्छत् तत्र बहुवचने बहुवचने अगच्छन् इदानीम् अव इति उपसर्गः तर्हि अवागच्छन् अवागच्छन् अवागच्छन् छात्राः अवागच्छन् अस्तु समीचीनम् अग्रे यदि गुरुः कीर्तिशेषः भविष्यति तर्हि अस्मान् को वा त्रायते यदि ते चिन्तितवन्तः यदि गुरुः मरिष्यति तदा को अस्मान् पाठयति त्रायते त्रायते त्रायते नाम तत्र प्रोटेक्ट् इति खलु त्रायते तर्हि तत्र तत्र त्रायते तत्र को वा अस्मान् त्रायते रक्षणं को वा रक्षति रक्षणं करोति तत्र समीचीनं वा इति ते विचिन्त्य इति विचिन्त्य तर्हि तत्र कीर्तिशेषः भविष्यति गुरुः कीर्तिशेषः भविष्यति तर्हि तत्र कीर्तिशेषः इति गुरोः विशेषणं नाम उत्तमः गुरुः अत्र कीर्तिशेषः गुरुः कीर्तिशेषः नाम तत्र बहुव्रीहिः समासः नाम यस्य कीर्तिः एव शेषा अस्ति नाम अन्यत् नास्ति अन्यत् किमपि नास्ति सः गतवान् सः गतवान् सः इदानीं नास्ति तस्य कीर्तिः एव अत्र अस्ति कीर्ति स्थीयते अथवा सः तु गतः सः गतः किन्तु इदानीं कीर्तिः एव अस्ति तादृशः अतः कीर्तिशेषः यदि भविष्यति यदा सः गुरुः कीर्तिशेषः भविष्यति तर्हि यदि सः भविष्यति तर्हि अस्मान् को वा त्रायते को वा रक्षति इति विचिन्त्य अग्रे इति विचिन्त्य दुःखितमनसः ते गुरुम् उपसृत्य इत्थम् अवदन् गुरो भवतः अभावे अस्मान् को वा उद्धरति, को वा शास्त्राणि उपदिशति इति. तत् विचिन्त्य तेषां मनः दुःखितः अस्ति, तदा ते गुरुं समीपे उपविश्य तत् अवदन्. गुरो इदानीं गुरो यदा भवतः अत्र नास्ति तदा अभावः नाम यदा भवान् न भवति, भवान् न भवति तदा अस्मान् कः उद्धरति, कः शास्त्राणि उपदिशति, कः शास्त्राणि उपदिशति इति अस्ति. समीचीनं महोदय. तर्हि तत्र सर्वं समीचीनं महोदय. तत्र उपसृत्य इत्थम् अवदन्, ओके, अस्तु, तत् सत्यं समीचीनं. हा, तत्र दुःखितमनसः, तत्र विभक्ति का तत्र? तृतीय मनसः, मनसः पञ्चमी अस्ति. तत्र प्रायश पञ्चमी नाम दुःखितमनस् मनसः इति कारणात् इति प्रायशः इति प्रायश ते गुरुं कारणपञ्चमी इति मन्ये. तत्र दुःखितमनसः इति कारणात् ते गुरुम् उपसृत्य इत्थम् अवधन्. समीचीनं. तत्र मनांसि अस्तु, मनसः इति केवलं ते इति अस्ति, तदनन्तरं विचिन्त्य दुःखितमनसः ते इति. अतः एव भगिनि मम मनसि अपि क्लेशः अस्ति, नाम तत्र पञ्चमी इति चिन्तयामि, तत्र ते इति अस्ति, तर्हि दुःखितमनसाः इति नास्ति खलु, अतः तत्र ते इति पदस्य विशेषणं नास्ति इति पदस्य विशेषणं नास्ति. तर्हि अपि अपि तत्र मनस् तत्र दुःखित तत्र बहुव्रीहिः भवति चेत् नाम यः यस्य मनं दुःखितं सः इति अस्ति चेत् तत्र दुःखितमन मनः इति रूपं भवति. किन्तु तत्र किन्तु तथैव मम मनसि तत्र स्पष्टता नास्ति भगिनि, नाम तत्र दुःखितमनसः इति दुःखितमन मनस् सकारान्तपदमेव, किन्तु तत्र भवान् उक्तवान् पञ्चमी एव इति चिन्तयामि भगिनि, इति चिन्तयामि. किन्तु तत्र तस्य पदस्य तत्र पूर्ण तत्र उत्पत्तिः नाम तत्र कथं तत्र योगार्थ तत्र वदन्ति खलु रूढार्थः योगार्थः, योगार्थः योगार्थः कः इति न जानामि. केवलम् ऊहा नाम तत्र पञ्चमी रूपं भवेत् इति चिन्तनं. तर्हि तत्र तस्य प्रायः किञ्चित् द्रष्टव्यमस्ति भगिनि, तत्र दुःखितमनसः इति रूपं कथं प्राप्तम् इति. अस्तु, अग्रे अग्रे निवेदत भगिनि. गुरुः मन्दम् उत्थाय एकेन हस्तेन कमण्डलुम् अपरेण च दण्डं गृहीत्वा नद्यभिमुखम् अचलत्. शिष्याः तम् अन्वसरन् सर्वे नदीतीरं प्राप्तुमन्. तत्र उपविष्टः गुरुः कञ्चन शिष्यम् आहूय कमण्डलुं च प्रदाय नदीजलम् आनय इत्यादिशत्. शिष्यः आज्ञानुगुणं कमण्डलुं जलेन पूरयित्वा प्रत्यर्पितवान्. उत्थाय लपन्त अस्ति, उत्थाय नदीभिमुखं नाम नद्याः अभिमुखं वा? सत्यं भगिनि, गृहीत्वा गुरुः मन्दं मन्दम् उत्तिष्ठति, तस्य एके हस्ते कमण्डलम् अस्ति, अपरे हस्ते दण्डम् अस्ति. सः नद्याः अभिमुखं चलति. अचलत् नाम लङ्लकार. सत्यं सत्यं, हा तत्र गृहीत्वा इत्युक्ते समीचीनं भगिनि, गृहीत्वा इति दण्डमपि कर्मपदं, कमण्डलम् अपि धारयित्वा, न दण्डं दण्डम् इत्युक्ते यथा कमण्डलं दण्डं गृहीत्वा, अपरेण च दण्डं गृहीत्वा तस्य अपरेण हस्तेन, अपरेण अपरेण हस्तेन दण्डं गृहीत्वा एकेन हस्तेन, तत्र तृतीया माध्यमं, तत्र माध्यमतृतीया, एकेन हस्तेन कमण्डलस्य ग्रहणम्, अपरेण हस्तेन कमण्डल दण्डस्य ग्रहणम् अभवत्. तत् कृत्वा नद्याः अभिमुखं गतवान्. अन्वसरन् अन्वसरं नाम अनुसरणं कुर्वन्ति, कृतवन्तः कृतवन्तः कृतवन्तः सर्वे नदीतीरं प्राप्नुवन्, सर्वे नदीतीरं गतवन्तः. तत्र उपविष्टः गुरुः, तत्र गुरुः उपविशति. आहूय नाम लप् अस्ति, आ प्लस् हु लबन्त अस्ति, प्रदाय अपि लबन्त अस्ति, प्र प्लस् दाधातु. गुरुः कञ्चन शिष्यम् आह्वयति, कमण्डलं च ददाति. हा नदी जलम् आनय इति आदेशं दत्तवान्. दत्तवान् उत्तमं. शिष्यः गुरोः आज्ञानुसारं कमण्डलं जलेन पूरयित्वा, पूरयित्वा त्वान्त अस्ति, प्रत्यर्पितवान्, प्रत्यर्पितवान् प्रति अर्पितवान्. नाम शिष्यः आज्ञा गुरोः आज्ञाः अनुसरणं कृतवान्, जलेन पूरयित्वा कमण्डलम् आनीतवान्. अपि प्रत्यर्पितवान् नाम गुरवे अर्पणं कृतवान्, प्रति अर्पितवान्. समीचीनं भगिनि, अस्तु अग्रे समीचीनम् अस्तु अग्रे. तर्हि तत्र शोभा भगिनि अग्रे. आम् महोदय. गृहीतकमण्डलुः गुरुः शिष्यान् क्रमेण आगन्तुम् असूचयत्. तत्र गृहीतकमण्डलुः गुरुः इति तत्र विशेषविशेषणं भवति, बहुव्रीहिसमासः. गृहीत कमण्डलुः यस्य सः इति, स च गुरुः शिष्यान् क्रमेण आगन्तुम् असूचयत्, ततः असूचयत् इति तत्र णिजन्ते लङ्लकारे, असूचयत् सूचयति असूचयत्. ततः उपविष्टान् छात्रान् कमण्डलौ विद्यमानं जलं किञ्चित् किञ्चित् अपाययत्. अस्तु, इत्युक्ते तत्र उपविष्टान् छात्रान् पुनः विशेषविशेषणं, कमण्डलौ विद्यमानं जलम् इति, कमण्डलं कमण्डलौ सप्तमी विद्यमानं जलम् इति तत्र विशेषविशेषणं, किञ्चित् किञ्चित् अपाययत् इत्युक्ते पाययति इति निजन्तकर्तरी भवति, अपाययत् इति लङ् लकारे भवति. भगिनी तत्र असूचयत् सूचयति इति तत्र निजन्तं अस्ति वा अथवा तत्र केवलं कर्तरी अस्ति वा भगिनि तत्र सूचयति इति अस्ति इति मन्ये महोदय यकारः अस्ति किन्तु तत्र सूचयति इति किमपि नास्ति खलु नाम लिच् रहितपदं तत्र क्रियापदं किम् इति चिन्तयामि ओ अणिजन्तपदं वा सूचयति तदेव सर्वत्र वयं शृण्मः तर्हि तत्र सः कर्ता सः एव खलु गुरुः एव कर्ता खलु भगिनि तत्र सत्यं सूचयति इति तत्र सः एव कर्ता आम् तत्र यकारः अस्ति अतः मम अतः सत्यं महोदय तत्र निजन्त किन्तु सूचयति इति द्रष्टव्यं महोदय इत्युक्ते तत्र निजन्त नास्ति चेत् चुरादिगणे भवेत् इति प्रायशः यतोहि यकारः अस्ति तत्र दृष्ट्वा किन्तु असूचयत् इति लङ्लकारे भवति अतः प्रायशः प्रायशः चुरादिगणे इति चिन्तयामः अतः भगिनि तर्हि तर्हि निजन्ते अपि समानरूपम् इति चिन्तनं खलु तर्हि भवत्याः नाम सूचयति तत्र कर्तरि वा निजन्ते द्वयमपि तत्र सूचयति एव भवति इति चिन्तयामः तत्र वाक्यं दृष्ट्वा एव वक्तुं शक्नुमः अपि च किन्तु तत्र सूच् इति धातुः महोदय अचुरादिगणे एव सूच् इति चुरादिगणे अतः रूपं तत्र सूचयति इति कर्तरि कर्तर्यमेव भवति किन्तु अणिजन्त अपि सूचयति इति एव भवति तत्र समानरूपं किन्तु तत्र यथा भवता उक्तम् अणिजन्त नास्ति आगन्तुम् असूचयत् इति सः एव करोति अपि च अत्र अपाययत् इति तु निजन्ते अस्ति यतोहि पाययति इति णिजन्तरूपं तस्य लङ्रूपम् अपाययत् इति भवति अपि च तान् सर्वान् जलम् अपाययत् तज्जलं छात्राः पवित्रं तीर्थम् इति मत्वा अपिबन् तज्जलम् इत्युक्ते तत् जलं तैः पीतं पवित्रम् इति मत्वा पीतम् अपि अपिबम् इति तत्र लङ्लकारः बहुवचने यदा सर्वेपि शिष्याः जलम् अपिबन् तदा कमण्डलुः रिक्तः अभूत् तत्र तत्र यथा यदा ते सर्वे पीतवन्तः ते तस्मात् परं कमण्डलुः रिक्तः इत्युक्ते तत्र जलरिक्तः रहितः इति जलरहितः अभवत् अथवा तत्र एम्टी इति किं वदामः महोदय पूर्णः इति वदामः अपूर्णः इति तु पूर्णः नास्ति सत्यम् एम्टी इति किम् अस्ति तत्र तत्र कुत्रापि प्रयोगः न कृतं शून्यं प्रायशः शून्यम् इति वक्तुं शक्नुमः इति मन्ये महोदय रिक्तः अभूत् इति लङ्लकारः तदा गुरुः अपरं शिष्यं समाह्वयत् इत्युक्ते तत्र अपरं शिष्यम् इत्युक्ते अन्यं शिष्यं समाह्वयत् इत्युक्ते सम् आह्वयत् इत्युक्ते सः आहूतवान् तत्रापि तत् किं सम् आह्वयत् इति लङ्लकारः उपसर्गसहित लङ्लकारः तेन पुनरपि जलम् अनाययत् तत्र आनयति इति निजन्तरूपं किन्तु आनयति अनाययत् तत्र निजन्त भवति चेत् अनाययति इति भवति अनाययति इति यदि अहम् आनयामि चेत् आनयामि किन्तु अथवा सः आनयति, किन्तु अहं प्रेरणा करोमि चेत् अनाययामि इति भवति, अन्यान् प्रेरयामि जलम् आनयतु इति. तत्र लङ्लकारः, तस्य निजन्तरूपस्य लङ्लकारः. सर्वेभ्यः पुनरपि जलं वितीर्णवान् च. एकवारं तु सः जलम् अपाययत् सर्वान् छात्रान्, किन्तु यदा कमण्डलुः रिक्तः अभवत् तदा पुनः जलम् अनाययित्वा सर्वेभ्यः पुनरपि जलं वितीर्णवान् च इति. पुनरपि वितरणं कृतवान्. आम्, वितरणं कृतवान्. वितरणं कृतवान्, समीचीनम् इति अस्ति. अस्तु, तर्हि तत्र इदानीं द्विवारं तत्र सर्वे शिष्याः तत्र जलं तत्र पवित्रं तीर्थम् इति चिन्तयन् ते सर्वे पीतवन्तः. इदानीम् अस्तु, एतावत्. अस्तु, धन्यवादः भगिनि. अस्तु, नरेश् महोदय अग्रे. अधुनापि विशिष्याः यथा पूर्वं जलम् अपिबन्. पुनः शिष्याः यथा ते पूर्वं कृतवन्तः अधुना अपि जलं पीतवन्तः. जलं वितीर्य समन्दहासं गुरुः अवदत्. सम्प्रति गुरोः स्थानं किमिति ज्ञातं खलु? अग्रे भवद्भिः किं कर्तव्यम् इति अवगतं खलु इति. जलं वितीर्य वितरणं करोति उपरान्त गुरुः शिष्यं प्रति अवदत् मन्दहासं हसति, नाम तत्र मन्दहासम् अस्ति तस्य मुखे तदा अवदत् सम्प्रति गुरोः स्थानं किमिति ज्ञातं खलु? सम्प्रति नाम गतवान्? न, सम्प्रति नाम इदानीम् इति. इदानीं गुरोः स्थानं किम् अस्ति नाम एतावत् यत्किमपि अभवत् अधुना इदानीम् एतत् सर्वम् अभवत् खलु इदानीं सम्प्रति गुरोः तत्र किम् अस्ति तत् ज्ञातं प्रश्न पृच्छति. अग्रे भवद्भिः किं कर्तव्यम् इति अवगतं खलु इति. गुरोः वदति अग्रे भवन्तः किं कर्तुम् अस्ति तद् अवगतं. भवद्भिः किं कर्तव्यं नाम कर्तव्यं तत्र भवान् इति शब्दस्य तत्र षष्टि बहुवचनं किम् अस्ति? भवतः इति एकवचने, बहुवचने भवतां कर्तव्यं किम् अस्ति इति अवगतम् इति अवगच्छन्ति खलु. तर्हि गुरोः स्थानं किम् इति तत्र ज्ञानम् अस्ति वा? अपि तत्र कर्तव्यं किम् अस्ति इति तत्र अवगमनम् अस्ति वा इति पृच्छति. अस्ति खलु इति नाम तत्र अस्ति वा इति न पृच्छति, अस्ति खलु इति पृच्छति नाम तत्र सः चिन्तयति तेषां ज्ञानम् अस्ति, तेषां तत्र अवगमनम् अस्ति. इदानीं ते सर्वे अवगतवन्तः, ज्ञातवन्तः इति स सः चिन्तयति. गुरोः वचनं शिष्याणां विचित्रम् इव अभासत, नैव इति ते शिरः अकम्पयन्. गुरोः वचनं शिष्याणां कृते तु विचित्रं भासते, पूर्णतया न अवगन्तम् तत्र अवगतवन्तः ते भगवते न अवगतवन्तः एव. तत्र विचित्रं वचनम् अस्ति इति ते चिन्तितवन्तः. अभासत भासते नाम दृश्यते, एतद् वचनं विचित्रम् इति भासते. अतः ते किं कृतवन्तः? शिरः अकम्पयन्, शिरः अकम्पयन्, अपि च नैव न एव ते अवदन्. तत्र नाम तत्र शिरः तत्र उपरि इति न, किन्तु तत्र अधोभागे तत्र तत्र किमस्ति? नीच, नीचं. तत्र शिरः नीच नीचदिशि गतः गतम् इति अस्ति. अस्तु, समीचीनं महोदय. अस्तु, अग्रे निवेदता भगिनि. तदा गुरुः प्रहसन् अवदत्, अयि प्रियशिष्याः, मया एतावन्ति दिनानि तदैव कार्यं कृतं यदद्य कृतं वर्तते. ज्ञाननदी भवतां पुरतः प्रवहन्ती अस्ति. अहम् इमं लघुकमण्डलं ज्ञाननदीजलेन पूरयित्वा भवतः सर्वान् पाययामि स्म. भवन्तः श्रद्धया तत् पिबन्ति स्म. इतः परं नाहम् अस्मिन् लोके भविष्यामि. अस्मान् को वा परित्रायेत् इति भवन्तः अधुना पृच्छन्तः सन्ति. न कापि चिन्ता करणीया, यतः भवतां पुरतः एव ज्ञाननदी प्रवहन्ती वर्तते. अहं न भविष्यामि, नापि मे कमण्डलुः भविष्यति. तथापि भवन्तः स्वयमेव साक्षात् ज्ञाननदीतः यथेच्छं जलं स्वीकर्तुं क्षमन्ते. अतः वृथा दुःखेन कालहरणं मा कुर्वन्तु. ज्ञानर्जने च प्रवृत्ताः भवन्तु. श्रेयोस्तु इति गुरोः वचनेन शिष्याः मदिताः अभवन्. तदा गुरुः प्रहसन् अवदत्. प्रहसन् शत्रु अस्ति वा? प्रहसन् गुरुः मतलब विशेषणम् अस्ति. गुरोः विशेषणं गुरोः शत्रु एव अस्ति. अयि प्रियशिष्याः, मया एतावन्ति दिनानि तदैव कार्यं कृतं यत् अद्य कृतं वर्तते. मया कर्मणि रचना अस्ति. मया एतावन्ति दिनानि तत् एवं कार्यं कृतम्. तदेव कार्यं, तद् एव कार्यं कृतं. तमहं कृतवान्. यत् कार्यम् अहं कृतवान् वर्तते. नाम पूर्वमपि मया यत् कार्यं कृतं तदेव अद्य अपि मया कृतम् अस्ति. नाम अद्य कृतं यत् कार्यं नूतनं नास्ति. तत्र पूर्वं यत् मया कृतं मम कृते इति नास्ति. मया यत् पूर्वं कृतं, नाम ह्यः कृतम् इति, तदेव अद्य अपि मया कृतम् अस्ति. ज्ञाननदी भवतां पुरतः प्रवहन्ती अस्ति. ज्ञाननदी प्रवहन्ती इति पुनः रूपं किं? शत्रुरूपम् अस्ति. नदी स्त्रीलिङ्गे अस्ति, अतः प्रवहन्ती इति. उत्तमं भगिनि. भवतां पुरतः भवतां नदी तु वदन्ती अस्ति अहम् इमं लघुकमण्डलुं ज्ञाननदीजलेन पूरयित्वा भवतः सर्वान् पाययामि स्म पिलाया गया ऐसे सत्यं भगिनि इमं लघुकमण्डलुम् अहं ज्ञाननदीजलेन पूरयित्वा तदं भगिनी न श्रूयते तज्जलं पूरयित्वा तज्जलम् अहं सर्वान् ददामि पाययामि पाययामि नाम सर्वे पिबन्तु इति तत्र प्रेरणां प्रेरणां आस्वादं कृत्वा सर्वे कृतवन्तः सर्वे पीतवन्तः भवन्तः श्रद्धया तत् पिबन्ति स्म भवन्तः अपि श्रद्धया गुरुः ददाति अतः तेषां मनसि अपि श्रद्धा अस्ति अतः श्रद्धया पिबन्ति अपिबन् नाम अपिबन् पिबन्ति स्म अपिबन् लकारः अस्ति इतः परं नाहम् अस्मिन् लोके भविष्यामि मम मृत्युः तु निश्चितः अस्ति अस्मान् को वा परित्रायेत् अस्माकं रक्षणं को अपि कर्तुं कः करोति कर्तुं शक्नोति इति भवन्तः अधुना पृच्छन्तः सन्ति पृच्छन्तः अपि शत्रुप्रत्ययः अस्ति इदानीं भवन्तः मां पृच्छन्ति न कापि चिन्ता करणीया कोऽपि चिन्ता मास्तु यतः भवतां पुरतः एव ज्ञाननदी प्रवहन्ती वर्तते नदी तु तत्र अस्ति सा प्रवहति ज्ञाननदी प्रवहति ज्ञानरूपी जलस्य तत्र उपमा अस्ति इति मन्ये नदी आम् आम् सत्यं भगिनि हा सत्यं सत्यं ज्ञानं तु शाश्वतम् अस्ति जैसे नदी का पानी कभी मतलब पूरी तरह घट नहीं जाता उसी प्रकार ज्ञान भी पूरी तरह कभी घट नहीं जाएगा वो हमेशा बहता रहेगा उसका आस्वाद हमेशा ले पाएंगे ऐसे मतलब हम नहीं रहेंगे क्योंकि हम नश्वर है किंतु नदी तो अमर है वह तो हमेशा बहेगी अतः अहं न भविष्यामि मम मृत्युः तु निश्चितः अस्ति किन्तु कमण्डलु अपि तत्र नास्ति कमण्डलुपि वः नहि रहेगा तथापि भवन्तः स्वयमेव साक्षात् ज्ञाननदीतः यथेच्छं जलं स्वीकर्तुं क्षमन्ते नाम क्षमा इत्युक्ते तत्र शक्तिः नाम तत्र क्षमः अस्ति नाम तत्र तादृशं कर्तुं शक्नुवन्ति स्वीकर्तुं सुमुनस्ति तत्र क्षमा इति क्षमा यथा इच्छं जलं भवन्तः साक्षात् नदीतः स्वीकर्तुं क्षमन्ति मतलब गुरुने गुरु ने मार्ग दिखाने का काम किया है अभी आप अपने मतलब बुद्धि के अनुसार उसका आस्वाद ले सकते हैं ज्ञान का हाँ नमतंत्र क्षमता इति अस्ति नमतंत्र तत्कर्तुम तत्कर्तुम शक्ति ही नमतंत्र स्वीकर्तुम जलम स्वीकर्तुम शक्य शक्य शक्यते सा इति शक्ति ही अस्ति समान्ते अतः वृथा दुःखेन कालहरणं मा कुर्वन्तु. दुःखस्य कोऽपि कारणं नास्ति. दुःखस्य कोऽपि कारणं नास्ति. कालहरणं मा कुर्वन्तु. ज्ञानार्जने च प्रवृत्ताः भवन्तु. अत्र भवन्तु लोट्लकार अस्ति. श्रेयोस्तु इति ज्ञानार्जने प्रवृत्ताः भवन्तु. कालहरणं मा कुर्वन्तु. ज्ञानार्जने ज्ञानस्य अर्जनं सम्पादनम् इति कार्ये प्रवृत्ताः भवन्तु. नाम तदेव मूलकार्यं मूलकर्तव्यम् इति चिन्तयित्वा तत् कुर्वन्तु. तस्मिन् प्रवृत्ताः भवन्तु. श्रेयः अस्तु. अत्र स्वस्ति वचनमस्ति वा? गुरोः वचनेन शिष्याः प्रमुदिताः अभवन्. गुरोः वचनस्य सारं किम् अस्ति तत् ज्ञात्वा शिष्याः आनन्दिताः अभवन् इति अस्ति. उत्तमं भगिनि. तावदेव. अस्तु, समीचीनं. धन्यवादः. सम्यक् रीत्या कथं पठितवन्तः. अस्तु, तर्हि तत्र निवेदते भगिनि भवती एव तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा? तर्हि तदनन्तरं ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. हरि ओम्. धन्यवादः. पुनर्मिलामः. धन्यवादः. धन्यवादः धन्यवादः महोदय. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.